नमस्सर्वेभ्यः. पुनः अस्माकं नूतन पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः इत्संज्ञाप्रकरणम् इति विषयः अनुवर्तते. तत्र गते सप्ताहे वयं सप्तसूत्राणि अपि अधीतवन्तः इत्संज्ञाप्रकरणस्य विषये. अधुना पुनः किञ्चित् पुनःस्मरणं कृत्वा अग्रे अभ्यासमपि कुर्मः. अत्र एकवारं पुनः अत्र अष्टाध्यायी इति पुस्तके एकवारं पश्यामः. इदानीं वयं किं कुर्मः इति चेत्, अत्र करपत्रं न पश्यामः, केवलं सूत्रं दृष्ट्वा सूत्रस्य अर्थः कः इति वक्तव्यम् इति वक्तव्यः. तर्हि इदानीम् अत्र अष्टाध्यायी पुस्तके पेज् 41 141 पृष्ठे अस्तु. सर्वे प्राप्तवन्तः वा? हा, तर्हि अत्र लता भगिनी वदतु, अत्र इत्संज्ञाप्रकरणे प्रथमं सूत्रं किम्? एकनिमिषः भगिनि. हा, इत्संज्ञाप्रकरणे प्रथमसूत्रः उपदेशे जनुनासिक इत्. किं वदति सूत्रम्? वदतु, किं सूत्रं किं वदति, सूत्रस्य अर्थः कः? सूत्रस्य अर्थः यदि उपदेशे, देट् मीन्स् मूल पाणिनि रचित सूत्रस्य मूलः, मूले यदि अनुनासिक अक्षरः अस्ति तत् इत् भवति. इन् दोस्ट् ऐ डोण्ट् गेट् द टर्म्स् इमिडियट्लि. लौकिकधातोः तस्य इत् भवति. हा, एकक्षणं. अत्र विजयलक्ष्मी भगिनी भवती किं चिन्तयति? आदौ यद् पाणिनि महर्षि उक्तवान् तत्र यदि मूलरूपे सूत्रे यदि अनुनासिकवर्णाः सन्ति तेषां इत् सम्या भवति. तर्हि अत्र उपदेशे इत्यस्य अर्थः कः पुनः वदतु? उपदेशे आदौ यत् महर्षिपाणिनि उक्तवान् तस्य मूलरूपं यद् भवति तस्य नाम भवति उपदेशः. कस्य मूलरूपं? सूत्रस्य मूलरूपं, नाट् सूत्रः, धातौ, प्रत्यये, आदेशे, आगमे यत् पाणिनिमहोदय महर्षि उक्तवान् तस्य मूलरूपः. हा, सत्यम्. अवगच्छति वा भगिनी लता भगिनी? सूत्रस्य मूलरूपम् इति नास्ति. यद् तत्र धातुः, प्रत्ययः, आदेशः, आगमः यत् पाणिनिमहर्षि साक्षात् उक्तवान् तदेव अत्र उपदेशः इति वदामः. तर्हि उपदेशावस्थायां मूलरूपस्य अन्तर्भूते यदि अनुनासिक अक्षवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. अस्तु, तर्हि अत्र हा, समीचीनं भगिनि. तर्हि अत्र शैलजा भगिनी वदतु, एतत् सूत्रम् अर्थस्य अवगमनार्थम् अत्र अन्यत् किमपि आवश्यकं वा? शैलजा भगिनि, अस्तु, गीता भगिनी वदतु अत्र. गीता भगिनी स्टार् 6 नोदयतु. गीता भगिनी, भगिनी वदामि. हा, वदतु. न न, अस्मिन् सूत्रे अर्थस्य अवगमनार्थम् अन्यत् किमपि पदम् आवश्यकं वा? एतत् सम्पूर्णं सूत्रमस्ति, अन्यत् पदस्य आवश्यकं नास्ति अत्र. सत्यं सत्यं समीचीनं. तर्हि उपदेशे जननासिक इति सूत्रम् इति सूत्रं दृष्ट्वा एव वयं सम्पूर्णतया तस्य अर्थः कः इति अवगन्तुं शक्नुमः. अतः सम्यक् सम्यक् समीचीनं भगिनि. तर्हि वयं यदा कदापि उपदेशे जननासिक इत् इति सूत्रं शृण्मः चेत् तस्य अर्थः कः इति प्रत्येकं पदं स्वीकृत्य वयं चिन्तयितुं शक्नुमः. ओ अस्तु, अत्र उपदेशे इति अस्ति, अच् इति अस्ति, अनुनासिक अच् इति अस्ति, तस्य इत् संज्ञा इति ज्ञातुं शक्नुमः. सम्यक्. तर्हि अत्र अग्रे वेङ्कटरामन् महोदय, अग्रिमं सूत्रं किम्? अस्तु भगिनि, फलन्त्यं फलन्त्यम् इति इत्संज्ञाप्रकरणे अग्रिमं सूत्रं. फलन्त्यम् इत्युक्ते यत् पाणिनिना उक्तमस्ति, आदेशे उक्तमस्ति, प्रत्ययः वा धातुः वा, प्रत्ययः धातुः वा, तत्र प्रत्ययस्य धातोः अन्तिम व्यञ्जनवर्णः हल् वर्णः इति इत्सम्या इत्सम्या भूत्वा तस्य लोपः अपि भवति. अनन्त्यम् इत्युक्ते हल् अन्त्यम्. हल् प्रत्याहारस्य ये वर्णाः अन्तर्भूताः सन्ति तेषां वर्णानाम् इत्सम्यकं भवति. हल् प्रत्याहारे के के वर्णाः? हल् प्रत्याहारे सर्वाणि व्यञ्जनानि. सत्यं सत्यं समीचीनं. तर्हि अत्र अत्र केवलं प्रत्याहारे सर्वाणि इत्युक्ते अत्र केवलं अत्र केवलं प्रत्ययः अपि च धातुः तावदेव वा मूलरूपं? मूलरूपं धातुः अपि अस्ति. उदाहरणार्थं कृ धातुः यदा वयं धातुः अपि धातुः अपि इत्सम्य वर्ण इत्सम्यकः भवति. इत्सम्यकः भवति धातुः अनन्तरं प्रत्ययः धातुः प्रत्ययः आदेशः आगमः. सत्यं सत्यम् अस्तु. अत्र कुत्रचित् ध्वनिः अस्ति, सर्वे कृपया म्यूट् मध्ये भवन्तु. हलो, हा का अस्ति, नाम उचितं? नमस्कारः. अन्य के के नमस्कारः उमा भगिनी. नमस्कारः भगिनी. राधिका अहमपि अस्मि. हा राधिका भगिनी. अनन्तरं नमस्कारः पाण्डे. हा पाण्डे महोदय. अनन्तरं रमा शिवरामन् अस्मि. हा रमा भगिनी नमस्कारः. अनन्तरं नमस्कारः भगिनी ललिता. हा ललिता भगिनी. हा चिन्तनस्य नमस्कारः. हा अस्तु अस्तु. इदानीम् अत्र वेङ्कटरामन् महोदय भवानेव वदतु. अत्र हलन्त्यम् इति सूत्रस्य अर्थः सम्यक्तया उक्तवान्. हलन्त्यम् इति सूत्रं दृष्ट्वा अर्थः स्फुरतिः स्फुरति वा? प्रश्नः न हलन्त्यम् इति सूत्रमेव श्रुत्वा अर्थस्य अवगमनं भवति वा इति प्रश्नः. न भवति. उपदेशे इति अनुवर्तते. हा उपदेशे इति अनुवर्तते. तावत् पर्याप्तं वा? उपदेशे अन्त्यम्. उपदेशे पर्याप्तमेव. हा उपदेशे उपदेशे इति पदं पूर्वस्मिन् सूत्रे अस्ति. हा उपदेशे हल् अन्त्यम् इत् उपदेशे इत् इति पदद्वयम् अनुवर्तते. सत्यम् अनुवर्तते. हा तर्हि उपदेशे इति पदमपि आवश्यकम्, इत् इति पदमपि आवश्यकम्. तर्हि उपदेशे हल् अन्त्यम् इत् इति सूत्रस्य अर्थः. तर्हि पदद्वयं पूर्वस्मात् सूत्रात् अत्र अनुवृत्तिरूपेण आगच्छति. अस्तु अस्तु समीचीनं. धन्यवादः महोदय. अग्रे अत्र रमाबाई भगिनी वदति वा? अग्रिमं सूत्रं किम्? न विभक्तौ तु स्मः वा न विभक्तौ तु स्मः. इदानीं वयं दृष्टवन्तः हलन्त्यम् इति सूत्रम्. हलन्त्यम् इति सूत्रेण प्रत्ययेषु वा आगमेषु वा तादृशु वा आगमेषु वा अन्तिम अक्षरौ हल् वर्णः अस्ति चेत् तस्य इत्सन्द भवति इति दृष्टवन्तः. परन्तु सुप्रत्ययेषु उपदेश अवस्थायां सुप्रत्ययेषु तिङ् प्रत्ययेषु हल् वर्णः अस्ति चेत् तस्य लोपः अलङ्क्यम् इति सूत्रेण भवितुम् अर्हति. परन्तु न विभक्तौ तु स्मः इति सूत्रेण तस्य इत्सन्धः भवति. न विभक्तौ तु स्मः इति सूत्रेण एव वयं न जानीमः सुप्रत्ययेषु तिङ्प्रत्ययेषु अल् वर्णस्य इत्सन्धः भवति इति अनुवृत्तिसहितसूत्रमस्ति. उपदेशे विभक्तौ अन्त्याः अलग तु स्मः न इतः इति सूत्रेण एव प्रत्यय तिङ्प्रत्ययेषु सुप्रत्ययेषु अन्ते हल् वर्णः अस्ति चेत् तस्य लोपः इति सूत्रेण तस्य लोपः भवति. अस्तु अस्तु. अत्र अत्र रमा रमा रमा भगिनी एकक्षणं भगिनि एकक्षणम् इदानीम् एकक्षणं तदनन्तरं पृच्छतु. इदानीम् अत्र रमा भगिनी रमा शिवरामन् भगिनी भवती वदतु. अत्र अत्र रमाबाई भगिनी यद् उक्तवती तत् सर्वं सम्यक् अस्ति वा? अहं I'm outside, so give me 5 minutes. अस्तु अस्तु अस्तु. तर्हि अत्र गीता भगिनी वदतु. गीता भगिनी प्रयत्नं करोमि. हा न एकक्षणं लता भगिनी अत्र गीता भगिनी नो चेत् राधिका भगिनी वदतु. अस्तु भगिनि. अत्र सूत्रं वदति न विभक्तौ तु स्मः इति. अतः सवर्गीयवर्णः सकारः मकारः अस्ति चेदेव इत्संज्ञा भवति इति. अहम् इत्संज्ञा भवति इति वा? सूत्रं किं वदति? न भवति इति. न एकक्षणं रमाबाई भगिनी अत्र राधिका भगिनी वदतु. अस्तु भगिनि. तवर्गीयवर्णाः अपि च सकार मकार अस्ति चेत् इत् संज्ञा न भवति इति. इत् संज्ञा न भवति इति समीचीनं. तर्हि कुत्र न भवति? अत्र विभक्तिप्रत्ययः अस्ति चेत् खलु. आम् विभक्तिप्रत्ययः अस्ति चेत् हा सत्यं. रमाबाई भगिनी पश्यतु अत्र यदि अत्र क्षम्यतां भगिनि अहं हा चिन्ता नास्ति. अत्र पश्यतु अत्र हलन्त्यम् इति सूत्रेण अन्ते हल् वर्णः अस्ति चेत् लोपः भवति स्म. सर्वत्र भवति. यत्र कुत्रापि हल् वर्णः अन्ते अस्ति चेत् तस्य लोपः तस्य इत्संज्ञा भवति. परन्तु तदनन्तरम् अत्र न विभक्तौ तु स्मः इति सूत्रं वदति तथा भवतु हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. परन्तु न विभक्तौ विभक्तिसंज्ञकप्रत्ययः अस्ति तस्य अन्ते तवर्ग्यवर्णः सकारः अथवा मकारः अस्ति चेत् तस्य इत्संज्ञा न भवति इति एतत् सूत्रं निषेधयति. हलन्त्यम् इति सूत्रस्य निषेधकसूत्रं तत् सूत्रं बाधयति. अतः यत्र विभक्तिसंज्ञकप्रत्ययः एक उदाहरणं वदतु तस्मात् वयं समीचीनं. हा उदाहरणं तु वयं तु करपत्रे दृष्टवन्तः एव. अत्र रामयोगः जस् इति प्रत्ययः यत्र प्रथमपुरुषे बहुवचने रामाः इति रूपम् अस्ति खलु, रामाः, तत्र रामयोगः जस् राम इति प्रातिपदिका, जस् इति सुप्रत्ययः भवति. सुप्रत्ययस्य अन्ते कः वर्णः अत्र जस् इति प्रत्यये? उमा भगिनी वदतु. उमा भगिनी वदतु, जस् इति प्रत्ययस्य अन्ते अन्ते सकारः अस्ति. सकारस्य लोपः केन सूत्रेण भवति? हलन्त्यं लोपः हलन्त्यम् इति सूत्रेण. हा, हलन्त्यम् इति सूत्रेण तस्य लो तस्य इत्संज्ञा भवितुम् अर्हति. जस् इति प्रत्ययस्य सकारस्य इत्संज्ञा भवितुम् अर्हति हलन्त्यम् इत्यनेन. परन्तु तस्य अनन्तरं यत् सूत्रमस्ति न विभक्तौ तुस्माः, तत्सूत्रं किं वदति इति चेत् जस् इति प्रत्ययः सुप्रत्ययः अस्ति, तस्य विभक्तिसंज्ञा अस्ति, तस्य नामकरणमस्ति. जस् इति प्रत्ययस्य नामकरणमस्ति विभक्ति, विभक्तिः इति नामकरणं. तर्हि तादृशप्रत्ययः अस्ति, तस्य अन्ते सकारः अस्ति चेत् तस्य लोपः न भवति, अतः सकारः तिष्ठति. राम प्लस् जस् रामाः. इदानीम् अस्तु, कथं भवति इति तत्तु सुबन्तप्रकरणमस्ति, तत्र क्रमेण पठिष्यामः. कथं भवति इति चेत् बहूनि सूत्राणि सन्ति. इदानीम् अहं वदामि चेदपि प्रायः अवगमनं न भवति. अस्तु, धन्यवादः. अग्रे अस्तु भगिनी, अग्रे गीता अस्मि, अन्म्यूट् कर्तुं क्लेशः अभवत्, क्षम्यताम्. हा हा, चिन्ता नास्ति. अस्तु, भवती एव अग्रे अग्रे करोतु. अग्रिमसूत्रं किम्? एकं संशयः अस्ति अत्र, सुप्रत्यय तिङ्प्रत्यय इति अस्ति किल, बट् विभक्तौ सुप्रत्यय एव भक्ति भवति न? हा, यद्यपि तथा सामान्यतया लोके वयं तथा चिन्तयामः. सुप्रत्ययस्य एव विभक्तिः, प्रथमविभक्तिः, द्वितीयविभक्तिः इति वदामः. तिङ्प्रत्ययस्य कृते पठति, पठतः, पठन्ति, तत्र विभक्तिः कुत्र अस्ति इति तथा चिन्तयामः. परन्तु तत्र पाणिनीयसूत्रेषु तिङ्प्रत्ययस्य अपि विभक्तिसंज्ञा अस्ति, संज्ञा तु अस्ति. यद्यपि लोके वयं न वदामः तथापि तस्य संज्ञा तु अस्ति. अतः सूत्रस्य कार्यार्थं सुप्रत्ययानामपि विभक्तिसंज्ञा अस्ति, तिङ्प्रत्ययानामपि विभक्तिसंज्ञा अस्ति. धन्यवादः. अस्तु, गीता भगिनि. सूत्रम् अस्ति आदिनीटुगवः. अत्र उपदेशस्य आदौ नी टु डु इति वर्णाः सन्ति चेत् तस्य वर्णः अस्ति चेत् तस्य उत्सङ्गः भवति. एतत् सूत्रं स्वर धातुषु एव भवति. धातुषु यद्यपि सूत्रस्य प्रसक्तिः प्रत्ययेषु, आगमेषु, आदेशेषु अपि प्रसक्तिः तु अस्ति, परन्तु वयं तथा न पश्यामः. प्रत्ययेषु एतादृशवर्णाः न सन्ति, इत्सन्यकवर्णाः. अतः सामान्यतया एतत् सूत्रं केवलं धातुषु एव कार्यं करोति. समीचीनं भगिनि. अत्र हा, धन्यवादः. अग्रे अत्र विनयमहोदय वदति वा, न विभक्तौ तुस्माः इति सूत्रे सूत्रस्य अर्थः, सूत्रं दृष्ट्वा एव सूत्रस्य अर्थः स्फुरति वा? न विभक्तौ तुस्मः, न विभक्तौ तुस्मः एकः वाचकसूत्रमस्ति. हलन्तं सूत्रं सर्वे व्यञ्जनानि इत्संज्ञा भवति, परन्तु न विभक्तौ तु स्मः सवर्गीय सकारः मकारः इत्यादि यदि सुप् सुबन्त वा त्वयन्त सम्बन्धे भवति तर्हि सकारः मकारः तवर्गीय इत्संज्ञा न भवति. हा इत्संज्ञा न भवति इति सम्यक् अर्थः सम्यक् परन्तु सूत्रमेव पश्यति चेत् न विभक्तौ तुस्माः इति एव सूत्रमस्ति खलु. सूत्रं दृष्ट्वा अर्थः स्फुरति वा अत्र अन्यत् किमपि आवश्यकं वा अन्यत् पदम् अनुवृत्तिरूपेण अन्यत् किमपि आवश्यकं वा? यद् भवान् अर्थरूपेण उक्तवान् तद् विचिन्त्य वदतु. अत्र उक्तवान् खलु विभक्तिसंज्ञप्रत्ययः अस्ति चेत् तस्य अन्ते तुस्माः तवर्गीयवर्णः सकारः मकारः अस्ति चेत् तत्र इत्संज्ञा न भवति हलन्त्यम् इति उक्तवान् खलु. अहं वदामि वा भगिनी? रमा भगिनी अस्मि. एकक्षणं भगिनि, महोदय महोदय प्रयत्नं कर्तुम् इच्छति वा? विनय महोदय अवगन्तुं प्रयत्नं करोमि. प्रश्नसम्बन्धे न विभक्तौ तुस्मः यदि अहम् अवदत् तत्कालपर्यन्तं केवलं जानामि. अस्तु अस्तु, रमा भगिनी वदतु. एतत् सूत्रे उपदेशे इत् अनुवृत्तिः भवति, तदनन्तरं हलन्त्यम् इति सूत्रमपि अनुवृत्तिः भवति. त्रीणि मिलित्वा विभक्तौ तुस्माः न भवति. समीचीनं, सम्यक् महोदय. अवगतं वा विनय महोदय? अहं पश्यामि उपदेशे विभक्तौ अन्त्यः तुस्मः न इतः तदा वदामः चेत् अर्थस्य पूर्तिः भवति खलु. अर्थावगमनं भवति खलु. एतानि पदानि वयम् आनयामः चेत् सूत्रं सम्पूर्णं भवति खलु. सूत्रं सम्पूर्णं अनुवृत्तिसहितसूत्रं सम्पूर्णं. हा अनुवृत्तिसहितसूत्रं तदानीमेव सम्पूर्णं भवति. इदानीं केवलं न विभक्तौ तुस्माः इति एव वदामि चेत् सूत्रं सम्पूर्णं नास्ति. हा अस्तु, सम्यक्. न विभक्तौ तुस्मा सम्पूर्णं नास्ति. हा तदेव, अत्र उपदेशे इति पदम् आवश्यकम्, इत् इति पदमपि आवश्यकम्, अनन्तरं हल् इति पदम् आवश्यकम्, अन्त्यम् इति पदमपि आवश्यकं. तदा सूत्रस्य अर्थः सम्पूर्णं भवति. उपदेशावस्थायां विभक्तिसंज्ञकप्रत्ययेषु अन्तिमवर्णः तवर्गीयः सकारः मकारः अस्ति चेत् अस्य इत्संज्ञा न भवति. अस्तु, हलः इति अत्र तुस्मः इत्यस्य विशेषणं न, हलः इति विशेष्यं तुस्मः कीदृशः हलः इति चेत् तवर्गीयसकारः मकारः इति. अस्तु अस्तु, समीचीनं. तर्हि अग्रे अत्र सूर्यकुमारी भगिनी अग्रे वदति वा अग्रिमं सूत्रं किम्? आम् हा भगिनि, छुटु राम न न, तस्मात् पूर्वम् एकं सूत्रमस्ति खलु, न विभक्तौ तुस्माः, तस्य अनन्तरम् आदिरिचुडवः, तस्य अनन्तरम् आदिर्नि हा आदिर्निटुडवः, तदनन्तरं पुस्तकमस्ति वा भवत्याः पार्श्वे, अष्टाध्यायी इति पुस्तकं? तत्रैव पश्यामः, करपत्रं न पश्यामः इदानीं, केवलं पुस्तकं. पुस्तकं नास्ति भगिनि. पुस्तकं नास्ति वा? अस्तु अस्तु, तर्हि गीताञ्जलि एकचत्वारिंशत् तमे पृष्ठे पेज् 41 पुस्तकमेव पश्यामः. अत्र करपत्रं दृष्ट्वा उत्तरं मा वदतु, केवलं सूत्रं दृष्ट्वा अर्थः कः इति. अस्तु, गीताञ्जलि भगिनी वदतु. आं भगिनि, शः प्रत्ययस्य इति सूत्र सूत्रमस्ति. अत्र शः यदि प्रत्ययस्य आदौ अस्ति चेत् तस्य इत् संज्ञा भवति इति अर्थः अस्ति. इति सूत्र इति सूत्रं पूर्णसूत्रं नास्ति. आदि इति अनुवृत्तिः भवति, अपि च उपदेशे अनुवृत्ति भवति, अपि च इत् अनुवृत्ति भवति. तदनन्तरं पूर्णतया वयम् अर्थं जानीमः. सत्यं सत्यं. तर्हि एतत् बहु सम्यक् भगिनि, बहु समीचीनं. तर्हि एतत् सूत्रं धातूनां कृते कार्यं भवति वा, कार्यं करोति वा एतत् सूत्रम्? आं भगिनि, प्रत्ययस्य प्रत्यय केवलम् एव. सत्यं सत्यं, केवलं प्रत्ययानां कृते एव शः प्रत्ययस्य इति सूत्रं कार्यं करोति. समीचीनम्. अस्तु, धन्यवादः भगिनी. अग्रे अत्र विजया भगिनी वक्तुमिच्छति वा? विजया भगिनी, अत्र शैलजा भगिनी अस्ति वा? स्टार् सिक्स् भगिनी, एतत् गीताञ्जल्याः उक्तं तत् करपत्रविषयं किल, नाट् पेज् 41. न न न, करपत्रविषये नास्ति. अत्र सूत्रं दृष्ट्वा अर्थः कः इति वक्तव्यः खलु. भवती पेज् 41 विषये न चर्चितः किल? पेज् 41 विषये एव भगिनि, तत्र सूत्रमस्ति, तस्य अर्थः कः, तत्र कानि पदानि अनुवृत्तानि इति अहं दृष्ट्वा वदतु इति वदामि. करपत्रम् अदृष्ट्वा 41 भगिनि, बहु ध्वनिः अस्ति, न श्रूयते भगिनि, कृपया म्यूट् करोतु. श्रूयते तत्र धातुः अड उद्यमे अड विलासे. न, भवत्याः पार्श्वे पुस्तकं न, सम्यक् पुस्तकं नास्ति, अस्ति वा? अत्र पुष्पा दीक्षित् महोदयः. धातुपाठ पुस्तका न? धातुपाठ नास्ति भगिनि, सूत्रपाठः भगिनि. इदानीम् उद्घाटयामि. अस्तु, अत्र विजया भगिनी अस्ति वा? यस्य गृहे ध्वनिः अस्ति कृपया म्यूट् करोतु, कृपया म्यूट् करोतु. विजया भगिनी अस्ति वा? अस्तु, मीना भगिनी वदतु अग्रिमं सूत्रं किम्. श्रूयते वा? हा, श्रूयते, वदतु. न श्रूयते भगिनि. पुनः वदतु. किं न, अग्रिमं शः प्रत्ययस्य इत्यस्य अनन्तरम् अग्रिमं सूत्रं किम्? भगिनि न श्रूयते, भगिनि न श्रूयते. अत्र हेड्सेट् अस्ति वा भवत्याः पार्श्वे? हेड्सेट् नास्ति. हेड्सेट् धारयतु भगिनि, कृपया हेड्सेट् धारयतु, यतोहि अत्र सम्यक्तया न श्रूयते. हा, इदानीं श्रूयते, वदतु, पुनः वदतु. सुटु इति प्रत्यय आदौ चवर्गः अथवा टवर्गः टटटटन वर्णः भवति चेत् तस्य वर्णस्य इत् संज्ञा भवति. चुश्च टुश्च तयोः इतर इतरद्वन्द्वः चुटु द्विवद द्विवचने गुरु शब्दः एव. चुटु प्रथमान्तम् एकपदमिदं सूत्रं भगिनि पुस्तक अत्र करपत्रात् मा पठतु. अत्र केवलम् अत्र अष्टाध्यायी सूत्रपाठः इति पुस्तकात् अष्टाध्यायी सूत्रपाठः इति पुस्तकात् केवलं सूत्रं दृष्ट्वा तत् तस्य अर्थः उक्तवती. इदानीम् आदौ चवर्ग्यवर्णः टवर्ग्यवर्णः इति उक्तवती. कस्य आदौ? प्रत्ययस्य आदौ. प्रत्ययस्य आदौ चवर्गः टवर्गः अस्ति चेत् सत्यं. समीचीनं. तर्हि एतत् सूत्रम् अस्मिन् सूत्रे अनुवृत्तिः अस्ति वा? कानि पदानि अनुवृत्तानि? भगिनी न श्रूयते. भगिनी किमर्थम् अहं न जानामि. उपदेशे इति अनुवृत्तिः उपदेशे अनुनासिके इति सूत्रेण भवति. प्रत्ययस्य अनुवृत्तिः क्षप्रत्ययस्य इति सूत्रात् प्रत्ययस्य इति अनुवृत्तिः भवति. इति आदिर्नीचूटवः इति सूत्रात् आदि इति उपदेश अनुनासिके इत्युक्ते संज्ञा भवति. तस्मिन् सूत्र तस्मात् सूत्रात् अनुवृत्तिः भवति. सत्यं सत्यं, बहु समीचीनं. तर्हि अत्र चुटु इति सूत्रे सम्यक्तया उक्तं. तर्हि चुटु इति सूत्रे प्रत्ययः शः प्रत्ययः इत्यस्य शः प्रत्ययस्य इत्यस्मात् प्रत्ययः इत्यस्य अनुवृत्तिः, आदिर्मिटुडवः इत्यस्मात् आदि इति शब्दस्य अनुवृत्तिः, हा उपदेशे उपदेशे जननासिक इत् इत्यस्मात् उपदेशे इति पदस्य अनुवृत्तिः, इत् इति पदस्यापि अनुवृत्तिः, हा इत् इति पदस्य अनुवृत्तिः. सम्यक्, समीचीनं. भगिनी कृपया म्यूट् करोतु. अस्तु, अग्रे अत्र पाण्डे महोदय अग्रे वदति वा? अत्र अग्रिमं सूत्रं किम्? नमस्कार भगिनि. नमस्कार, नमस्कार. अहं वदामि सम्पूर्णसप्तसूत्राणां विषये यदि वयं जानीमः. एतत् संज्ञाविषये सप्तसूत्राणि सन्ति. क्षम्यतां महोदय, हरि ओम् महोदय. अत्र अग्रिमं सूत्रं किं? चुटु इत्यस्य अनन्तरं लशकत्वद्धिते सूत्रं यदि अहं सम्यक् अस्मि. अस्य अर्थः अस्ति यदि प्रत्ययस्य आदौ, तृतीयसूत्रमस्ति प्रत्ययस्य विषये अस्ति, तु प्रत्ययस्य आदौ यदि लकार शकार तथा क्व अर्थात् कवर्गः यदि अस्ति तस्य तस्य इति संज्ञा भवति, अर्थात् तस्य लोभा भवति. सूत्रस्य एकः तद्धिते विषये यदि अहं सम्यक् अस्मि किन्तु तद्धित् प्रत्यये अस्य सूत्रस्य प्रयोगं न भविष्यति. सत्यं सत्यं. तर्हि अस्मिन् सूत्रे कानि पदानि अनुवृत्तानि? अस्मिन् सूत्रे कानि पदानि अनुवृत्तानि? उपदेशे यदि ल श का कावर्ग लवर लकार तथा शकार एवं कावर्ग सम्पूर्णं काखा गाघा ज्ञा यदि तत्र अस्ति तत्र एत संज्ञा तस्य एत संज्ञा भवति. कस्य एत संज्ञा भवति? प्रत्ययस्य प्रत्ययस्य अन्ते प्रत्ययस्य प्रत्ययस्य आदौ यदि वर्णाः सन्ति लाशा कवर्गवर्णाः सन्ति तस्य एत संज्ञा भवति. तर्हि आदि इति पदस्य अनुवृत्तिः अपि आवश्यकी खलु? आवश्यकमस्ति. आदि इति पदस्य अपि आवश्यकमस्ति. अपि च तत्र प्रत्ययः इति पदस्यापि अनुवृत्तिः भवति. आदिः प्रत्ययः अनन्तरम् उपदेशे इत् खलु उपदेशे इत् हा अस्तु तर्हि इदानीम् अत्र अष्टाध्यायी सम्यक् महोदय तर्हि अष्टाध्यायीसूत्रपाठः इति पुस्तकं दृष्ट्वा केवलं सूत्रमेव दृष्ट्वा वयम् अर्थः कः इति अवगन्तुं शक्नुमः तत्र कानि पदानि अनुवृत्तानि तर्हि क्रमेण पश्यामः चेत् वयं पश्यामः पूर्वस्मात् सूत्रात् क्रमेण कानि पदानि अनुवृत्तानि इति द्रष्टुं शक्नुमः तर्हि अत्र अष्टाध्यायीसूत्रक्रमेण पठामः चेत् बहु लाभदायकमस्ति यतोहि अत्र तत्र क्रमेण कानि सूत्राणि सन्ति आगमिष्यति अस्तु तर्हि तत्र सप्तसूत्राणि सन्ति भगिनि हा भगिनी हा म्यूट् करोतु महोदय किन्तु एतानि सर्वाणि इत् संज्ञाप्रकरणं सूत्राणि अस्य क्रमश अस्य क्रमशे माताजी दत्तं पाणिनी महर्षि तस्य क्रमेण न दत्तं न भगिनी न न पाणिनी अपि क्रमेण एव दत्तं सूत्रस्य संख्या अस्ति खलु प्रथमाध्याय द्वितीयाध्याय तृतीयाध्याय प्रथमाध्यायस्य एतत् सूत्रं किं प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रं प्रथमाध्यायस्य तृतीयपादस्य तृतीयसूत्रं चतुर्थसूत्रं पञ्चमसूत्रं क्रमेण एव अस्ति खलु पाणिनी एव साक्षात् उक्तं सूत्रस्य संख्या का इति अतः एव पुस्तकस्य नाम अस्ति अष्टाध्यायी इति तथाम् अवगच्छामि भगिनि किन्तु एतत् क्रमे पाणिनेः पाणिनेः एव दत्तं भगिनि सूत्रस्य अनन्तरं ये संख्या लिखितमस्ति तत् किं तत्तु अस्मिन् पुस्तके यदि वयम् अस्मिन् पुस्तके पश्यामः चेत् अत्र पुस्तके अत्र इत् संज्ञाप्रकरणम् इति दत्तमस्ति खलु तादृशविभजनं प्रायः पाणिनी न कृतं माताजी एव कृतं तादृशविभजनं परन्तु तत्र सूत्रस्य संख्या तु अत्र अष्टाध्यायामेव आसीत् अत्र सूत्रम् अत्र उपदेशे जननासिक इत् इत्यस्य अनन्तरं यः तृतीयः इति संख्या अस्ति खलु तत्सङ्ख्या तु सिद्धान्तकौमुदी इति पुस्तकस्य संख्या सिद्धान्तकौमुदी इति पुस्तके कुत्र अस्ति इति तस्य विवरणमस्ति अस्तु अस्तु सिद्धान्तकौमुदी पुस्तके उपदेशे अजनुनासिक इति तृतीयसूत्रं हलन्त्यम् इति प्रथमसूत्रं न विभक्तौ तुस्म इति 190 नम्बर् सत्यं अष्टाध्यायी इति पुस्तके तु सूत्राणि एकक्षणं भगिनि अष्टाध्यायी इति पुस्तके तु सूत्राणि क्रमेण एव सन्ति तत्र न कोऽपि संशयः पाणिनी न दत्तम् इति तथा किमपि नास्ति सूत्राणि क्रमेण एव सन्ति महाभाष्यं पठति चेदपि तत्रापि सूत्रस्य संख्यायाः विवरणम् अस्ति अतः क्रमेण एव सन्ति सूत्राणि अत्र अस्माकं पुस्तके कथम् अस्ति इति चेत् अत्र माताजी इतोपि किञ्चित् विवरणम् अपि दत्तवती इत् संज्ञाप्रकरणं धातुसंज्ञा नामकरणं विभजनमपि कृतवती सा अस्तु इदानीं वदतु उमा भगिनी धन्यवादः भगिनि लशक्वसन्धिते ये सूत्रमे सूत्रे अतद्धिते कोऽपि अबौट् दिस् अत्तद्दिते अत्तद्दिते इति तद्दितः इति एकः प्रत्ययः अस्ति अत्र बहवः प्रत्ययाः सन्ति खलु तेषु तद्दितः इति एकः प्रत्ययः अस्ति यदि अहं वदामि दशरथस्य पुत्रः दाशरथिः इति वदामि दाशरथिः इति तत्र तद्दितप्रत्ययान्तं योजयित्वा तत्र यत्र तद्दितप्रत्ययं योजयामः तत्र लशक्व तद्दिते इति सूत्रस्य कार्यं न भवति तद्दितप्रत्ययस्य आदौ तद्दित अतः एव अतद्दिते इत्युक्ते अत्र नञ् तत्पुरुषसमासः अस्ति न तद्दिते इति अर्थः समीचीनम् अस्तु अस्तु तर्हि अत्र सप्तसूत्राणि सूत्रस्य अग्रे कोष्टके संख्यायाः उपयोगं का अस्ति? किं कारणेन संख्या तत्र दत्तवान्? न, यदि भवान् सिद्धान्तकौमुदी इति पुस्तकं दृष्ट्वा एतस्य सूत्रस्य अर्थावगमनं कर्तुम् इच्छति तर्हि तत्र द्रष्टुं शक्नोति इति विवरणमस्ति अत्र तावदेव. यतोहि सिद्धान्तकौमुदी इति पुस्तकं प्रक्रियाग्रन्थः अस्ति, तत्र सूत्राणि अष्टाध्यायीक्रमेण न सन्ति. किन्तु सिद्धान्तकौमुदी मध्ये सम्पूर्णसूत्राणि तत्र न सन्ति, अष्टाध्यायी मध्ये चतुर्सहस्राणि सूत्राणि सन्ति. न न, सिद्धान्तकौमुद्यां मध्ये अपि सूत्राणि सन्ति महोदय, सूत्राणि सन्ति, परन्तु तत्र विभजनं भिन्नरीत्या अस्ति. विभजनं भिन्नरीत्या अस्ति. यदि अत्र सन्धिप्रकरणम् इति पश्यति चेत् तत्र सन्धिसम्बद्धसूत्राणि सर्वाणि सूत्राणि तत्र सन्ति. एतादृशक्रमः नास्ति, एतादृशक्रमः नास्ति. धन्यवादः. अस्तु अस्तु, अग्रे अत्र शैलजा भगिनी अस्ति वा? स्टार् सिक्स् नोदयतु भगिनी, न श्रूयते. अस्तु तर्हि अत्र अग्रे ललिता भगिनी, अग्रिमं सूत्रं किम्? ललिता भगिनी श्रूयते वा भगिनी? श्रूयते भगिनी. तस्य लोपः इति विधिसूत्रमस्ति. तस्य सूत्रेण अवगन्तुं शक्नुमः ये इत्संज्ञाप्रकरणं का सभी सूत्राणि तस्य लोपः इति अनुवृत्तिसहितसूत्रम्. इत्संज्ञकवर्णस्य लोपः भवति अनेन सूत्रेण. अनेन सूत्रेण हा, तर्हि अत्र सूत्रं सम्पूर्णमस्ति वा? सूत्रं सम्पूर्णं नास्ति, अनुवृत्तिसहित एव पूर्णं भवति. कानि पदानि अनुवृत्तानि? उपदेशे अजनुनासिक इत् लोपः भवति, हलन्त्यम् उपदेशे हल् अन्त्यं तस्य लोपः भवति इति. हल् अन्त्यं किमर्थं? हल् तस्य लोपः इति सूत्रं न केवलं हलन्त्यम् इत्यस्य कृते, यत्र यत्र इत्संज्ञा भवति सप्तसूत्राणि भवति तत्र तत्र ये अनुवृत्तिसहितम् आगच्छति. कानि पदानि अनुवृत्तानि तर्हि अत्र? लोपः इति पदः, तस्य लोपः इति इत् लोपः हा, तस्य इत् लोपः सत्यं, तस्य इतः लोपः सत्यं, तस्य इतः लोपः हा, इत् इति पदमेव आवश्यकम् अत्र, अन्यत् किमपि न आवश्यकं. तर्हि यस्य इत् संज्ञा अस्ति तस्य लोपः भवति अनेन सूत्रेण. अस्तु सम्यक्, अस्तु सम्यक्. इदानीम् अत्र सम्यक्तया वयम् अधीतवन्तः सूत्राणि. इदानीं करपत्रं प्रति गच्छामः. करपत्रे अत्र भगिनी एकः संशयः अस्ति. आदिर्न्युटुडवः कथं वयं जानीमः धातोः, केवलं धातोः आगच्छति इदानीम्? अत्र किञ्चित् मतभेदः अस्ति भगिनि. अत्र केचन वदन्ति तत्र भुआदयो धातवः इत्यस्मात् धातुः इति पदस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे, अतः केवलं धातूनां कृते एव कार्यं करोति इति केचन वदन्ति. अन्ये वदन्ति अत्र धातुः इति पदस्य अनुवृत्तिः नास्ति, एतस्य सूत्रस्य प्रसक्तिः सर्वत्र भवति, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, धातुः भवतु, सर्वत्र एतस्य प्रसक्तिः अस्ति. परन्तु प्रत्ययेषु तादृशवर्णः नास्ति, तादृशवर्णसमूहः नास्ति प्रत्ययेषु. ई नी इति पदं न, नी इति वर्णद्वयं नास्ति, टु इति वर्णद्वयं नास्ति, डु इति वर्णद्वयं नास्ति, कुत्रापि न पश्यामः. अतः यद्यपि सूत्रस्य प्रसक्तिः अस्ति परन्तु कार्यं न भवति. अतः केवलम् एतस्य कार्यं धातूनां कृते एव इति. परन्तु यत्किमपि भवतु अत्र वस्तुतः यदि पश्यति चेत् तत्तु सत्यमेव, धातौ एव एतादृशवर्णाः सन्ति प्रत्ययेषु अथवा आगमेषु अथवा आदेशेषु. अष्टाध्यायं कुत्रचिदपि पश्यति चेत् तत्र एतादृश इत्संज्ञकवर्णाः न सन्ति. नी इति वर्णसमूह अथवा टु इति वर्णसमूह कुत्रापि न सन्ति. प्राक्टिकलि इस् नाट् अप्लिकबल्. अतः वयं वक्तुं शक्नुमः एतत् सूत्रं केवलं धातूनां कृते एव कार्यं करोति, यद्यपि प्रसक्तिः सर्वत्र अस्ति. धन्यवादः भगिनि. ऐ जस्ट् वाण्टेड् टु नो वै इट् वास् स्टिकिङ्ग् सडन्ली फ्रम् ओन्ली भुवादयो धातवः कमिङ्ग् फार् आदिर् मुखदवः. दट् इस् वै. अस्तु, समीचीनं, धन्यवादः. अस्तु, तर्हि अग्रे सरेम. अत्र इदानीम् अत्र सुमन् भगिनी करपत्रात् पठति वा? आं भगिनि, अनुवृत्ति खलु अनुवृत्तिः. हा, तत् तस्मात् इदानीं वयं सम्यक्तया अत्र अष्टाध्यायी इति पुस्तकात् वयं सम्यक्तया दृष्टवन्तः कानि पदानि अनुवृत्तानि इति. इदानीं पठामः एकवारम्. अस्तु, अनुवृत्तिः. एतेषाम् अनुवृत्तिः क्रमः सुलभः. उपदेशे अच् अनुनासिक इत् इत्यस्मिन् न कोऽपि अनुवृत्तिः, सर्वं सूत्रे एव वर्तते. इत्युक्ते उपदेशे अच् अनुनासिक इत् सूत्रं पूर्णम् अस्ति, तत्र किमपि अनुवृत्तिः न भवति. अग्रे पठामि. पठतु. हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशे अज् अनुनासिक इत्यस्मात् सूत्रात् उपदेशे अन्योः अनुवृत्तिः. अतः उपदेशे अन्त्यं हल् इत् इति वाक्यम्. अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे अन्त्यं हल् इत् सम्पूर्णसूत्रं भवति. अग्रे पठामि. न विभक्तौ तुस्माः इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यन्योः अनुवृत्तिः. हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यन्योः अनुवृत्तिः. अतः अनुवृत्तिसहितसूत्रं पूर्णसूत्रं भवति. उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः क्षम्यताम् इति वाक्यं सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं किमपि. आदिर् निटुडवः इत्यस्मात् उपदेशे अज् अनुनासिक इत्यस्मात् सूत्रात् उपदेशे इत् इत्यन्योः अनुवृत्तिः. भुवाद्यौ धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. वचनपरिणामं विभक्तिपरिणामं च कृत्वा. अस्तु, तत् अनन्तरं वदामि. अतः उपदेशे धातोः आदयः निटुडवः इत् इति वाक्यम्. सूत्रमस्ति आदिर्निटुडवः, किन्तु उपदेशे अज् अनुनासिक इत् सूत्रेण सूत्रस्य उपदेशे इत् अनुवृत्ति भवति. अत्र भुवादयोः धातवः तस्मात् धातोः अनुवृत्ति भवति. भुवान् द्वयोः धातवः तत्र विभक्ति अपि भिन्नम् अस्ति, वचनमपि भिन्न अस्ति, किन्तु मूलरूपपदं धातु तद् एव आगच्छति, अत्र धातोः रूपम् आगच्छति. अतः इदानीं सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं भवति. अतः उपदेशे धातोः आदयः निटुडवः. समीचीनं भगिनि, सम्यक्. एतावता अत्र चत्वारि सूत्राणि सन्ति, तत्र कानि कानि पदानि अनुवृत्तानि इति दत्तानि अत्र. तर्हि अत्र कस्यचिदपि प्रश्नः अस्ति वा? सूत्राणि स्पष्टं वा भगिनि? प्रथमसूत्रः भूवादयो धातवः इति सूत्रस्य चर्चा किमपि नास्ति. न न, इदानीम् आवश्यकं नास्ति. तस्मात् सूत्रात् धातुः इति पदस्य अनुवृत्तिः भवति तावदेव. तस्य इदानीं तस्य आवश्यकता नास्ति. भुवादयदातवः इति सूत्रस्य आवश्यकता नास्ति. परन्तु यदि अवगन्तुम् इच्छति चेत् तत्र भुवादयदातवः इति किं वदति इति चेत्, यदा उपदेश अवस्थायां यद् यः धातुः अस्ति तस्य धातुसंज्ञा भवति अनेन सूत्रेण, भुवादयो धातवः इति. यदि भू इति धातुः अस्ति खलु, तस्य धातुसंज्ञा केन सूत्रेण भवति? भुवादयो धातवः इति सूत्रेण. एवमेव पट् इति धातुः अस्ति, तस्य धातुसंज्ञा केन सूत्रेण भवति? भुवादयो धातवः इत्यनेन. काद् तस्यापि धातुसंज्ञा अनेन भवति. तावदेव. All the 10 ganas get name because of this sutra. Satyam. Okay. Thank you. अस्तु, अन्य कोऽपि प्रश्नः? इदानीं श्रूयते वा? इदानीं श्रूयते भगिनी. कुत्र गतवती भवती? अहम् अत्र एव अस्मि. अस्तु, चिन्ता नास्ति. इदानीं पठितुम् इच्छति वा? आं भगिनि. हा, अग्रे पठतु श्वः प्रत्ययस्य. भगिनि एक भगिनि, उपदेश इति परिभाषासूत्रम् अपि दत्तं पाणिनि भगवान्? उपदेशे इति न, उपदेशे इति परिभाषासूत्रं नास्ति अत्र. उपदेशे इति पदपदे एव उपदिष्टः इति अर्थः. उपदिष्टः इत्युक्ते साक्षात् पाणिनिना एव उक्तम् इति अर्थः. तर्हि उपदेश इत्युक्ते अष्टाध्याय्याम् उपदेशः कस्य उपदेशः अस्ति इति चेत्, धातूनाम् उपदेशः अस्ति, आदेशस्य उपदेशः अस्ति, प्रत्ययस्य उपदेशः अस्ति, आगमस्य उपदेशः अस्ति. दातवः तु अष्टाध्याय्यां न सन्ति. दातवः तु पाणिनि धातुपाठे सन्ति. तेषाम् उपदेशः तत्र अस्तु, परन्तु आदेशः, आगमः, प्रत्ययः एतेषां सर्वेषाम् उपदेशः अष्टाध्यायी इति पुस्तके. मुनित्रयम् इति अस्ति भगिनि. हा मुनित्रयम् इति वदामः, यतोहि अत्र इदानीम् अत्र पाणिनि धातुपाठः अपि तत्र सम्पूर्णतया न लभ्यते. अतः अत्र यत् महाभाष्ये दत्तम् अथवा यत् काद्यायनेन उक्तं तत्सर्वं स्वीकृत्य उपदेशः इति वक्तुं शक्नुमः. धन्यवादः. अस्तु, समीचीनम्. अस्तु, शैलजा भगिनी. क्षः प्रत्ययस्य इत्यस्मिन् आदिर्निटुडवः इत्यस्मात् आदिः, उपदेशे जनुनासिक इत् इत्यस्मात् अतः उपदेशे प्रत्ययस्य आदिः शः इत् इति वाक्यम्. किम् अवगच्छति? अनुवृत्तिसहितसूत्रमस्ति. उपदेशे प्रत्ययस्य आदिः शः इति, उपदेशे अनुनासिक इत् सूत्रात् उपदेशे अनन्तरम् इत् इति पदद्वयम् अनुवृत्तिः अस्ति. आदिनिटुडवः सूत्रात् आदिः इति पदम् अनुवृत्तिः अस्ति. अतः सम्पूर्णसूत्रम् क्षः प्रत्ययस्य इति पदद्वयं स्वयमेव सन्ति. अतः सम्पूर्णसूत्रम् अनुवृत्तिरसहितसूत्रमस्ति. उपदेशे प्रत्ययस्य आदिः शः इति वाक्यम्. अस्तु अस्तु, समीचीनम्. अग्रे पठतु. चुटु इत्यस्मिन् शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडवः इत्यस्मात् आदिः, उपदेशे जनुनासिक इत्यस्मात् उपदेशे इत्, अतः उपदेशे प्रत्ययस्य आदिः चुटु इतौ इति वाक्यम्. अत्रापि ते तेषाम् अनुवृत्तिः अस्ति, अतः सम्पूर्णवाक्यम् अनुवृत्तिसहितवाक्यं भवति. उपदेशे प्रत्ययस्य आदिः चुटु इतौ इति वाक्यम्. इतौ इति द्विवचने अस्ति. अस्तु, समीचीनम्. अग्रे पठतु. लशक्वद्धितौ इत्यस्मिन् पुनः शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदि निटुटवः इत्यस्मात् आदिः, उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत्, अतः उपदेशे प्रत्ययस्य आदिः ल श कु उपदेश अथद्धितौ अथद्धिते इत् इति वाक्यम्. अत्र ब इति वर्णं बहुवचनं सूचयति. लशक्वद्धितौ उपदेशे आदिः प्रत्ययस्य चत्वारि पदानि अनुवृत्तिपदानि अस्ति, अतः सम्पूर्णसूत्रम् उपदेशे प्रत्ययस्य आदिः ल श कु अतद्धिते इति वाक्यम्. तद्धितप्रत्यये आदे आदौ ल वा श वा क वर्गः वा अस्ति, वर्णः अस्ति चेत् तस्य इत् संज्ञा न भवति. समीचीनम्. अग्रे अपि पठतु. तस्य लोपः इत्यस्मिन् उपदेशे जनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, अतः तस्य इतः लोपः इति वाक्यम्. देयं यत् सिद्धान्तकौमुद्या इत्संज्ञासम्बन्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते, पठनेन अनुवृत्तिः न स्फुटा, अतः सूत्रार्थः नावगम्यते. किं किमस्ति अत्र? अन्तिमसूत्रम् इत्संज्ञाप्रकरणे तस्य लोपः, तत्र इत् इति अनुवृत्तिपदमस्ति, अतः सम्पूर्णसूत्रं तस्य इतः लोपः. पूर्वसूत्राणां किं वर्णम् इत्संज्ञा प्राप्तं तस्य वर्णस्य लोपः भवति अस्मिन् सूत्रकार्ये. अस्तु, अत्र पश्यति चेत् अत्र सिद्धान्तकौमुद्यां वयं पश्यामः चेत् अत्र इत्संज्ञासम्बन्धसूत्राणि क्रमेण न सन्ति, अतः यद्यपि सूत्रं दृष्ट्वा अर्थस्य अवगमनं भवति, परन्तु तत्र कानि पदानि अनुवृत्तानि तत्सर्वं तत्र सम्यक्तया अवगन्तुं न शक्नुमः. यावत्पर्यन्तम् अष्टाध्यायीं न पश्यामः तावत्पर्यन्तं वयं न पश्यामः कस्मात् सूत्रात् किं भवति, किं पदम् अनुवृत्तं, तत्सर्वं न ज्ञातुं शक्नुमः. अतः अत्र अष्टाध्यायीक्रमेण पठामः चेत् सौलभ्यम् अस्ति. सिद्धान्तकौमुदी अपि पार्श्वे भवतु, अष्टाध्यायी अपि पार्श्वे भवतु, द्वयमपि स्वीकृत्य अध्ययनं कुर्मः चेत् सम्यक् अध्ययनं भवति. सिद्धान्तकौमुद्यां स्ट्राङ्ग् पायिण्ट् किम् अस्ति? किं सिद्धान्तकौमुद्यां सूत्रक्रमेण नास्ति, अतः अवगमनं किञ्चित् क्लेशः इति भवती उक्तवती, परन्तु तस्य बलं किं? तस्य बलम् इत्युक्ते सिद्धान्तसूत्रस्य अर्थः कः, सिद्धान्तः कः, तत्र तत्सर्वम् अवगन्तुं शक्नुमः अष्टाध्यायां सिद्धान्तकौमुद्याम्. अत्र प्रक्रियाग्रन्थः अस्ति, अतः सूत्रस्य अर्थः कः, प्रक्रिया का, पदस्य निर्माणार्थं प्रक्रिया का, तत्सर्वम् अवगन्तुं शक्नुमः. परन्तु एकस्य सूत्रस्य अनन्तरं किं सूत्रम् आगच्छति इति तद् न अवगन्तुं शक्नुमः. अष्टाध्याय्यां यदि अत्र उपदेशे अजननासिक इति सूत्रम् एकस्मिन् अध्याये अस्ति, अत्र क्रमेण सूत्राणि सन्ति अत्र अष्टाध्याय्यां, परन्तु सिद्धान्तकौमुद्यां पश्यामः चेत् उपदेशे अजननासिक इति कुत्रचित् भवति, अनन्तरं कुत्रचित् हलन्त्यं भवति, अन्यत्र कुत्रचित् न विभक्तौ तु स्मः इति सूत्रं भवति, अतः क्रमेण द्रष्टुं न शक्नुमः. इदानीम् अत्र हलन्त्यम् इति सूत्रमेव पश्यामः चेत् अत्र अर्थस्य अवगमनं न भवति खलु, यावत्पर्यन्तम् अनुवृत्तिपदम् उपदेशे इत् इति पदं न आगच्छति तावत्पर्यन्तं तस्य अर्थः सम्यक्तया न अवगन्तुं शक्नुमः. अतः अत्र किञ्चित् भ्रमः भवति भगिनि, सिद्धान्तकौमुदी पठामः चेत् किञ्चित् भ्रमः भवति, तत्र एकं सूत्रं पठामः तदनन्तरं भिन्नसूत्रम् अस्ति, भिन्नप्रकरणे अस्ति, अतः कनेक्षन् नास्ति, सम्बन्धः नास्ति, द्वयोः सूत्रयोः मध्ये सम्बन्धः नास्ति. अस्तु, परन्तु तत्रापि इत्संज्ञाप्रकरणम् इति अस्ति किल? इत्संज्ञाप्रकरणम् इति नास्ति. ओ, इत्संज्ञाप्रकरणम् इति नास्ति तत्र. यदि यदि अत्र तिङन्तप्रकरणम् इति अस्ति चेत् तिङन्तप्रकरणे यदि इत्संज्ञासूत्रस्य प्रसक्तिः अस्ति चेत् भवति, कुत्रचित् प्रथमपृष्ठे एकं सूत्रं भवति, तदनन्तरं दशमपृष्ठे अन्यत् सूत्रं भवति, अनन्तरम् अन्यत्र कुत्रापि अन्यत् सूत्रं भवति, अतः कनेक्षन् कर्तुं न शक्नुमः. कियत् प्राचीनः सिद्धान्तकौमुदी ग्रन्थः? अष्टाध्यायी इति सूत्रस्य अनन्तरम् आगत, एक्साक्ट्लि डेट्स् इदानीं न वदामि, अनन्तरं दृष्ट्वा वदामि, परन्तु अत्र अष्टाध्यायी इति प्रथमम् आगच्छति, प्रथमम् आसीत्. यदि सिद्धान्तकौमुदी कौमुद्यां सूत्रसङ्ख्या क्रमशः नास्ति इति वदति चेत् बट् स्टिल् it has become so famous and read by everybody. ha prakriya kishta karah kila kim kim kishta karah kila kishta kara bhavati ha kishta karah bhavati kripya mute karatu bagni kishta karah ev bagni eto hi vayam patavah avagachamah parantu tad tasya vishe yadi vaktum ichchamah che tatra vaktum na shaknumah eto hi tatra connection nasti yatra connection nasti tatra asmakam manasi spashtata na bhavati yatra किमपि क्रमेण आयोजितं तत्र एव अस्माकं मनसि स्थास्यति खलु. यदि प्रथमम् एकं सूत्रं तिङ्गन्तप्रकरणे एकं सूत्रं पठामः, तदनन्तरं तत्र आगन्तुकप्रकरणे अन्यत् सूत्रं पठामः, तदनन्तरं भिन्नसुबन्तप्रकरणे भिन्नसूत्रं पठामः चेत् तत्र कनेक्षन् नास्ति खलु. यदि तिङ्गन्तप्रसङ्गे सर्वाणि सूत्राणि एकत्र सन्ति, तत् तेषां विषये अध्ययनं कुर्मः चेत् तत्र अस्माकं मनसि अपि तत्र स्पष्टता भवति, तादृशस्पष्टता न भवति सिद्धान्तकौमुदी पठनेन, तादृशस्पष्टता न भवति, भ्रमः एव भवति. तर्हि पुष्पादीक्षित् महोदयायाः पद्धति रेवल्यूशनरी. सत्यं रेवल्यूशनरी एव. रेवल्यूशनरी संस्कृते किं वक्तव्यं? रेवल्यूशनरी पश्यतु किं वदामः, पश्यतु भगिनि डिक्षनरी मध्ये पश्यतु. चिन्ता नास्ति भगिनि, अहं डिक्षनरी पश्यामः, चिन्ता नास्ति. रेवल्यूशन् इति अस्तु भगिनि. क्रान्तिकारः, क्रान्तिकारी तादृशं. धन्यवादः भगिनि. भट्टोजि दीक्षित कुत्रापि इति दत्तं किं किमर्थं सः इति पाणिनिसूत्रेण क्रमेण न स्वीकुर्वन्ति? यतोहि तस्य लक्ष्यं प्रक्रिया आसीत् भगिनि, पदस्य निर्माणं कथं भवति इति एव तस्य लक्ष्यम् अस्ति. यदि एतत् एकं तिङ्गन्तपदं निर्मातुम् इच्छामः चेत् तर्हि भूयोगः ति इति अस्ति, भूयोगः ति, भूवादिगणे अस्ति भूयोगः ति, तर्हि तत्र मध्ये शप् इति आगच्छति, भूयोगः अयोगः ति, शप् इत्यस्य इत्संज्ञालोपानन्तरम् अकारः अवशिष्यते, तर्हि भूयोगः अयोगः ति. इदानीं पश्यति चेत् तत्र बहूनि सूत्राणि सन्ति, प्रथमम् इत्संज्ञासूत्राणि, शप् इत्यस्मिन् लशक्व तद्धिते इति सूत्रस्य कार्यं भवति, शकारः गच्छति, तदनन्तरं पकारः हलन्त्यम् इत्यनेन गच्छति, इत्संज्ञा भवति, तर्हि तयोः लोपः भवति, तस्य लोपः इत्यनेन, तदनन्तरं भू इत्यस्य गुणः भवति, भो इति भवति. तर्हि तत्र पुगन्तलघुपदस्य च इति सूत्रं सप्तमाध्याये अस्ति. तदनन्तरम् इदानीम् इत्संज्ञासूत्रं तु प्रथमाध्याये अस्ति. गुणकार्यस्य सूत्रं सप्तमाध्याये अस्ति. तदनन्तरं सन्धिकार्यं, तत्र एचोयवायवः इति सन्धिकार्यं भवति. भो इत्यस्य स्थाने अवादेशः भव् हि एचोवायव वायवः इति सूत्रं षष्ठाध्याये अस्ति. तर्हि भव इति अङ्गं, तर्हि भवयोगः ति भवति इति रूपं. तर्हि तत्र एव पश्यति चेत् तत्र बहूनि सूत्राणि सन्ति, भिन्नभिन्नसूत्रं भिन्नभिन्न अध्याये अस्ति. तर्हि तत्र प्रक्रिया कथं भवति इत्येव तस्य लक्ष्यं. तर्हि भवति इति रूपं कथं निष्पन्नं इत्यस्य कृते कानि सोपानानि, तदर्थं तद् ग्रन्थं लाभदायकमेव. प्रक्रियादृष्ट्या ग्रन्थं लाभदायक एव, परन्तु क्रमेण सूत्रस्य अध्ययनं कर्तुम् इच्छामः, कस्य पदस्य अनुवृत्तिः भवति, तत्सर्वम् अत्र सिद्धान्तकौमुदी दृष्ट्वा सम्यक्तया अवगमनं न भवति, परन्तु प्रक्रियादृष्ट्या सम्यक् एव. अस्तु, इदानीम् अत्र करपत्रे अभ्यासं कुर्मः. अत्र लता भगिनी प्रथमं करोति वा अभ्यासः? धातवः दुपचुष् दु आदिन् निकुडवः इत्यनेन इत्संज्ञा, हलन्त्यम् इत्यनेन शकारस्य इत्संज्ञा, चकारोत्तरवर्ति अकारः उपदेशे दनुनासिक इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः पच् इति धातुः. डुपुचष् इति औपदेशिकधातुः पाणिनीयदत्तं. तस्य लौकिके पच् इति एव वयं यूस् कुर्मः, उपयोगं कुर्मः. किमित्यर्थे डु आदिर्निटुडवः तस्य सूत्रेण आदि डु वयं पश्यति, डु प्रथमवर्णः अस्ति. डु इत्यनेन इत्संज्ञा भवति, डु गोस् आफ् देन् प च श, देट् मीन्स् प च प्लस् अनुनासिका अस्ति अत्र. एण्ड् शु इस् द लास्ट् शु अन्त्ये भवति. हलन्त्यम् इत्यनेन सूत्रेण शु अपि गच्छति, इत्संज्ञा भवति, ऐ एम् सोरि, इत् लोपः भवति. देन् चकार प्लस् अनुनासिकः अस्ति. तत्र उपदेशे अनुनासिका इत् सूत्रेण दट् अनुनासिक अकार अपि इत्संज्ञा भवति. सो ओन्लि प प एण्ड् च ओन्लि तिष्ठतः इत्यनेन पच् इति धातुः लभते. सत्यं, पच् इति लौकिकधातुः. समीचीनं भगिनि. अस्तु, अग्रे वेङ्कटेशन् वेङ्कटरामन् महोदय, क्षम्यतां, वेङ्कटरामन् महोदय. अस्ति वा वेङ्कटरामन् महोदय? अस्तु, अत्र रमाबायि भगिनि. अस्तु भगिनि, लिक् लिक् इति लिक इति धातुः अस्ति, औपदेशिकधातुः. लौकिके लिक् इति भवति, उपदेशे जननासिक इत् इति सूत्रेण चन्द्रबिन्दु अनुनासिक अनुनासिक वर्णस्य इत्संज्ञा भवति. चन्द्रबिन्दुः अस्ति, तस्य लोपः अपि तस्य इत्संज्ञा अपि भवति. अनन्तरं लोपानन्तरं तस्य लोपः इति सूत्रेण इत्संज्ञकवर्णानं क्षम्यतां क्षम्यतां भगिनि, लिख इति औपदेशिकधातु धातु अस्ति. धातो अन्तिमवर्णः अ अस्ति. उपदेशजनुनासिक इत् इति सूत्रेण अकारस्य इष्टञ्ज्ञा भवति. अनन्तरं चन्द्रबिन्दु अस्ति, तस्य लोपः अपि एतत् सूत्रेण तस्य इष्टञ्ज्ञा भवति. तस्य लोपः इति सूत्रेण इत्संज्ञकवर्णानां लोपानन्तरं लिक् इति लौकिकधातुः अवशिष्यते. समीचीनं समीचीनं भगिनि. अग्रे विजयलक्ष्मी भगिनी करोति वा? दुक्रे इति औपदेशिकधातु, तत्र आदिर्निटुडवः इति सूत्रात् डु इति वर्णसमूहस्य लोपः भवति. अन्ते अनुनासिकवर्णः हलन्त्यम् इति हलन्त्यम् इति सूत्रेण अन्ते यत् च वर्गस्य य अस्ति तस्य लोपः भवति. त्रि इति अवशिष्यते. लौकिकरूपं भवति क्रि. समीचीनं सम्यक्. अग्रे गीता भगिनी वदति वा? हा भगिनी वदति. अग्रिम धातु अस्ति निमिदा. एतत् धातु प्रथम वर्ण अस्ति नि. आदिमिटुरुडवः इत्यनेन सूत्रेण नि पदस्य इत्संज्ञा भवति. अनन्तरं अन्ते आ अस्ति, अनुनासिक आ अस्ति, तस्य इत्संज्ञा भवति उपदेशे उपदेशे जननासिक इत्यनेन सूत्रेण. मिद् मिद् इति लौकिकधातु भवति. मिद् इति लौकिकधातुः भवति. हा सत्यं. समीचीनं भगिनि. भगिनि मेद् इत्युक्ते मिद् लट् लट् रूपं किं मेदति इत्युक्ते अर्थः? इदानीम् अर्थस्य अस्माकं चिन्ता नास्ति भगिनि, अनन्तरं कोशे पश्यतु. इदानीम् अर्थस्य विषयः नास्ति अत्र. अस्तु तर्हि अग्रे अत्र सूर्यकुमारी भगिनि. सूर्यकुमारी भगिनि. हा भगिनि. गुरु गम्ल धातुः प्रथमसूत्रेण जन उपदेशजनुनासिक इत् सूत्रेण इत् संज्ञा भवति. तस्य लोपः सूत्रेण रु अचुवर्णः लोपः भवति. तदनन्तरं गम् एव तिष्ठति. हा रु इति अचुवर्णः अस्ति. सत्यं रु इति अचुवर्णः अस्ति, अतः उपदेशे जननासिक इत्यनेन लोपः, अतः गम् इति अवशिष्यते. तर्हि गम् इत्यस्य मकारस्य लोपः भवति वा? हल् हलन्तं न भवति. समीचीनं. किमर्थं न भवति? विभक्ति न धातु धातुसूत्रेण मकारः तिष्ठति. न न, अत्र विभक्तिः किमपि नास्ति. यद्य अतः अत्र पश्यति चेत् गम् इत्यस्मिन् तत्र मकारः अन्ते एव नास्ति खलु. उपदेशावस्थायाम् अन्ते अस्ति वा? नास्ति खलु. नास्ति. अतः हलन्त्यम् इत्यस्य प्रसक्तिः एव नास्ति. भवती सम्यक्तया उक्तवती गम् इति एव धातुः, परन्तु अवगमनार्थं पृष्टवती अत्र मकारस्य लोपः भवति वा इति पृष्टवती. वस्तुतः मकारस्य लोपः न भवति, यतोहि उपदेशावस्थायाम् अन्ते नास्ति. अस्तु, समीचीनं. भगिनि, एकदा इत्संज्ञा भवति चेत् अदर् वर्ण इत्संज्ञा न भवति किल? कुत्र अन्यवर्णाः कुत्र? अत्र गम् लृ इति इत्संज्ञा भवति, लोपः भवति. वि केनाट् एलिमिनेट् आल् द लेटर्स् नो, ओन्लि वन्स् इट् हेपन्स् इत्संज्ञा. कस्य? न न, तथा नास्ति खलु. एतत्र पूर्वम् अत्र अच्वर्णः अच्वर्णद्वयम् अस्ति. यदि अच्वर्णद्वये अपि चन्द्रबिन्दुः अस्ति, अनुनासिकः अस्ति, तर्हि द्वयोः अपि लोपः भवति खलु. एकवारम् इति एव नास्ति. गम् इति तिष्ठति किल. इदानीमेव भवती एकः प्रश्नः अपृच्छत् भवति, गम् म अपि इत्संज्ञ भवति वा? यु आस्क् न अपृच्छत्. वै इस् दट् क्वश्चन्? न, यतोहि हल् वर्णः अस्ति खलु. हल् वर्णः अस्ति, हल् वर्णः अस्ति इति कृत्वा तत्र न किल. किं हल् वर्ण अत्र अन्ते न किल? हा, तदेव, तत् स्पष्टीकरणार्थमेव पृष्टवती, तत् स्पष्टीकरणार्थमेव पृष्टवती. भवत्याः प्रश्नः मम भ्रमः जातः. न न, अत्र स्पष्टी म्यूट् करोतु भगिनी, अहं वदामि. अत्र अत्र किम् इत्युक्ते, इदानीम् अत्र गम् ऋ इति अस्ति, तत्र ऋकारस्य इत्संज्ञा भवति, तर्हि गम् इति अवशिष्यते. तर्हि तत्र तत्र भ्रमः भवति. इदानीम् अत्र गम् इति मकारः अन्ते अस्ति खलु, हल् वर्णः, अतः हलन्त्यम् इत्यस्य कार्यं भवति वा इति चेत् तत्र न भवति इति स्पष्टीकृतवती. तावदेव. अस्तु, अग्रे अत्र विनय् महोदय वदतु. औपदेशिकधातु अस्ति, परन्तु एकः इत्संज्ञा वाच्य अस्ति, सूत्रं नास्ति परन्तु वार्तिकमस्ति. अतः दृशिर् अवशिष्यते. दृशिर् दृशिरेव अवशिष्यते वा? हा, दृशिर् दृशिर् लौकिकधातु. हा, तत्र वार्तिकं किं वदति? वार्तिकं लोपः भवति. इर् नो, इङ् इ अर्थचन्द्र इ उपरि अर्थचन्द्र लोपः भवति. हा, तत्र तद्वार्तिकं पठतु. अत्र करपत्रे अस्ति खलु इर इत्संज्ञा वाच्या इति वार्तिकं पठतु. पूर्वमस्ति करपत्रे. ओके, इति इरम् इत्संज्ञा वाच्य लेठि 724 इति सूत्रस्य अन्तर्गतम् एकं वार्तिकं धातोः इर इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. अतः अग्रे पठतु उदाहरणानि पठतु. उदाहरण छिदिर इत्यादिषु धातुषु इरह इति संज्ञा भवति, अतः इरह इति संज्ञा भवति। भिदिर भिद, छिदर छिद, मम दोष भगिनी, दृश्य नास्ति, दृश्य दृश्यलौकिक धातु अस्ति। सम्यक्, भवतः चिन्तनं सम्यक् अस्ति। अत्र वस्तुतः यद्यपि दृश्यरीत्यस्य वयं चिन्तयामः, रेपस्य हलन्त्यम् इत्यनेन लोपः भवति, इकारस्य इकारः अनुनासिकः अस्ति, अतः उपदेशे जननासिक इत्यनेन लोपः भवति। वस्तुतः तथा नास्ति, अत्र सम्पूर्णसमुदायः इरित् इति अस्ति, इर् इति समुदायस्य इत् संज्ञा भवति। उपदेशे आचार्यनासिक हलन्त्यं तत्र अत्र प्रसक्तिः अस्ति इति दोषः किं? न न, वस्तुतः अत्र अत्र वयं चिन्तयितुं शक्नुमः, प्रसक्तिः तु अस्ति, कार्यं भवति एव इति चिन्तयामः, परन्तु तत्र किं भवति इति चेत् अत्र इकारः अस्ति खलु, ह्रस्व इकारस्य इति संज्ञा अस्ति खलु, तर्हि वयं चिन्तयामः तत्र इदित् इति चिन्तयामः भगिनि, इदित् धातुः इति चिन्तयितुं शक्नुमः, अतः अत्र वस्तुतः न तु सूत्रद्वयं न कार्यं करोति, वार्तिकमेव कार्यं करोति। हा सत्यम्, अत्र अत्र इरित् इति अत्र इरित् इति अस्ति धातुः, न तु इदित्, इदित् इति चिन्तयामः चेत् अत्र इदित् इति नुमागमः भवितुम् अर्हति, अतः अत्र नुमागमः न भवतु। अत्र यद्यपि ह्रस्व इकारस्य इत्संज्ञा अस्ति, तथापि अत्र इदित् नास्ति, इरित् अस्ति, अतः सम्पूर्णसमुदायस्य संज्ञा भवति। अस्तु भगिनी, अतः एव अन्त्यवाक्यम् इकार अनुनासिक इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया। सत्यं, स्पष्टतः उक्तः किल? सत्यं सत्यम्। अस्तु अस्तु, अग्रे गीताञ्जलि भगिनि। आं भगिनि, जीवं अत्र औ इति अन्ते अस्ति, उपदेशे जनुनासिक इत् इति सूत्रेण लोपः इत् संज्ञा भवति, अनन्तरं लोपः भवति, तदनन्तरं जीव इति तिष्ठते तिष्ठति, वकारापि लोपः भवति भगिनी हलन्त्यं भवति, वदतु। अहमिति मन्ये भगिनि, तदेव अहं स्पष्टीकृतवती खलु अत्र निमिदा इत्यस्मिन् न गम्लृ इत्यस्मिन् अहं स्पष्टीकृतवती खलु, गम्लृ इत्यस्य तत्र भवती वदत् उक्तवती लृ लोपः पश्चात् तदनन्तरं उपदेशे रूपं न अस्ति, अतः हलन्त्यं न प्रसक्तिः। अत्र किम् अत्र अत्र किमर्थं हलन्त्यं प्रसक्तिः, हलन्त्यमिति सूत्रस्य समानेव अत्र न प्रसक्तिः, किन्तु भवति इति अपि च वदति अनेकसूत्राणि प्रसक्तिः इति संज्ञा प्रकरणे, अनन्तरं किमपि प्रवर्तनं पश्चात् उपदेशस्य न तिष्ठति। सत्यं सत्यं, तत्तु सत्यम्। अत्र अत्र हलन्त्यम् इति सूत्रे विशिष्ट वैशिष्ट्यं वर्तते भगिनि, हलन्त्यम् इति सूत्रं किं वदति, सूत्रं वदति अन्ते अस्ति चेदेव, अन्ते इत्यस्य अर्थः कः, अन्ते इत्युक्ते उपदेशे यस्य अन्ते अस्ति, अन्तिमवर्णः अस्ति चेत् एव कार्यम्। इदानीम् अत्र जीव इति अस्ति खलु, जीव तत्र अन्तिमवर्णः कः, अकारः, हल् वर्णः नास्ति खलु, अस्तु अस्तु, अतः हलन्त्यमित्यस्य कार्यं न भवति, परन्तु उपदेशे जननासिक इत् इति सूत्रे अन्ते किमपि न उक्तम्, अतः उपदेश अवस्थायां यः कोऽपि अच्वर्णः अनुनासिकः अस्ति तस्य इत्संज्ञा भवति एव. अतः आदौ भवतु, मध्ये भवतु, यत्र कुत्रापि भवतु, न कोऽपि क्लेशः. अस्तु, अधुना अवगच्छामि. तदनन्तरम् अत्र औ औ इति लोपः जातः. तदनन्तरं जीव् इति तिष्ठति लौकिकधातु. सत्यं, भवती यत्र मिद इति पृष्टवती खलु, तत्र मिद इत्युक्ते स्नेहने इति अर्थः. अस्तु अस्तु, मेदति इत्युक्ते स्नेह करोति. हा, स्नेहने इत्यस्मिन् अर्थे अस्ति. सत्यम्. अस्तु, धन्यवादः भगिनी. अस्तु अस्तु, अत्र अत्र हल् वर्णस्य विषये भ्रमः अस्ति वा? मम प्रश्नः आसीत् इत्युक्ते अत्र उपदेशावस्थायाम् अन्ते हल् वर्णः अस्ति चेत् एव तस्य इत्संज्ञा भवति. यदि अत्र कस्यचित् वर्णस्य लोपानन्तरं तदनन्तरम् इदानीम् अन्ते अस्ति चेत् तत्र हलन्त्यं कार्यं न करोति. आदिर्निटुडवः अपि तादृशमेव किल? आदिर्निटुडवः अपि तादृशमेव, आदौ भवेत् प्रत्ययस्य आदौ. अस्तु, तर्हि अग्रे अत्र राधिका भगिनी अग्रे. राधिका भगिनी अस्ति वा? राधिका भगिनी, अस्तु तत्र. अस्तु भगिनि, अहं निच् इति प्रत्ययः विषये. युजिर्, युजिर्. ओ, अहम् एकनिमिषम् अहं करपत्रम्. अस्तु, युजिर् इति अस्ति. अत्र रेफा हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, अपि च नकार चन्द्रबिन्दु अपि गच्छति, अपि च इकारः अपि गच्छति, युज् एव अवशिष्यते. केन सूत्रेण गच्छति इकारः? उपदेशे अनुनासिकः तथा चिन्तयामः, परन्तु अत्र पश्यति चेत् संज्ञावाच्यसूत्रानुसारेण वार्तिकेन वार्तिके तत्र अवशेषं युज् भविष्यति. स्पष्टं वा भगिनी? राधिका भगिनी, न भगिनी, न स्पष्टं. न न, अत्र इदानीमेव दृष्टवन्तः खलु, अत्र इरित् इति वाच्यम् इति इरः इर् इर इत्संज्ञा वाच्या इति वार्तिकमस्ति खलु, तेन वार्तिकेन अत्र इर इति समुदायस्य इत्संज्ञा भवति. अत्र सूत्रं नास्ति, वार्तिकेन भवति. अस्तु भगिनि, अस्तु, तर्हि युज् इति अवशिष्यते. युज् इति अवशिष्यते. अस्तु, समीचीनम्. अग्रे अत्र कुत्र दत्तं? परन्तु अत्र इकारः अपि अनुनासिकः अस्ति. एकक्षणम् एकक्षणम्, अत्र शैलजा भगिनी एकक्षणम्, अत्र गीताञ्जलि भगिनी वदतु. भगिनि, इति कुत्र दत्तम् इति सम्भाषणं? अत्र आदिरिटुडवः इति सूत्रमस्ति खलु, तस्य अधोभागे अस्ति, पश्यति वा? अत्र शैलजा भगिनी वदतु. उपदेशे अनुनासिक इति सूत्रस्य प्रसक्तिः अस्ति एव, अतः इकार अनुनासिक इकारस्य लोपः भवति वा? न न, तदेव भगिनी, सामान्यतया इकारस्य इकारः अनुनासिकः अस्ति चेत् उपदेशे जनुनासिक इति तीरेण लोपः भवति, इत्संज्ञा भवति. परन्तु अत्र इरित् इति समुदायः अस्ति खलु, यत्र यत्र इरित् इति समुदायः अस्ति, इकारः अनुनासिकः तस्य अनन्तरं रेपः अस्ति चेत् इरित् इति समुदायस्य सम्पूर्णसमुदायस्य वार्तिकेन इत्संज्ञा भवति. अतः पृथक् न कर्तुं शक्नुमः, इकारस्य पृथक्तया सूत्रेण रेपस्य पृथक्तया सूत्रेण न कर्तुं शक्नुमः, समुदायस्य इत्संज्ञा भवति. अस्तु, अग्रे उमा भगिनी करोति वा? उमा भगिनी, नास्ति वा? अस्तु, रमा भगिनी. रमा भगिनी अपि नास्ति वा? अस्तु, तर्हि अत्र प्रायः अत्र स्थगयामः, समयः अपि अस्ति. निच् प्रत्ययः. उमा अस्मि. निच् प्रत्ययः, निच् प्रत्ययः हलन्त्यम् इति सूत्रेण इच् लोपः भवति. प्रथमे आद आदि चकारस्य इत्संज्ञा केन सूत्रेण? हलन्त्यम्. हा, अनन्तरं हलन्त्यं निच्ल इन् हौ इट् गोस् ऐ चूडावः. नो, इट्स् नाट् दट्. प्रत्ययसूत्रं चुटु सूत्रात् उपयोगं न भविष्यति वा? सत्यं, समीचीनं. चुटु सूत्रानुसारेण रावर्णस्य लोपं भविष्यति तथा इच् अवशिष्टं भविष्यति. न, चकारः अपि गच्छति, लोपः भवति. चकारवशिष्टमस्ति, अवशिष्टमस्ति. इन् हौ इट् गोस् ऐ एम् नाट् एबल् टु मेक् नकारः लोपः. नकारः गच्छति, सत्यं. सर्वे अत्र गृहपाठरूपेण अभ्यासं कुर्वन्तु, अभ्यासं कुर्वन्तु गृहपाठरूपेण. अग्रिमसप्ताहे एतस्मिन् विषये चर्चां कुर्मः. अत्र अत्र आदिरिचुडवः इत्यस्य प्रसक्तिः नास्ति भगिनि, यतोहि अत्र प्रथमतया धातुः नास्ति, तदनन्तरम् आदौ मी अपि नास्ति, टु अपि नास्ति, डु अपि नास्ति, अतः प्रसक्तिः नास्ति. किं टवर्गमेव? न, टवर्गः नास्ति तत्र. टु इत्युक्ते टवर्गः नास्ति तत्र. टु इत्युक्ते टु इति समुदायः, टकारः अनन्तरम् उकारः इति समुदायः तत्र, न तु टवर्गीयवर्णः. चुटु इति सूत्रेण. भगिनी, परन्तु अत्र प्रथमम् इ अस्ति, न तु न अस्ति, न तु इ. नकारः इकारः, ओ ओके, न एव, ओके. तर्हि नकारस्य लोपः इत्संज्ञा भवति. आम्, सत्यं सत्यम्. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? भगिनी, गीता अस्तु, धातु उपदेशे अवस्थायां या मोर् देन् इफ् ऐ जस्ट् टेल् इन् इङ्ग्लिश् if there are more than three or four lopa prakriyas they will not happen one after another, it seems. They will happen simultaneously, right? Yeah simultaneously. Not like one will happen and then other one will, now I'm seeing like all those prakriyas will happen simultaneously. सत्यं यदि वयं वदामः कथं वक्तुं शक्नुमः क्रमेण एव वदामः खलु like we cannot we need not say one after another like how can we say all of them together so what I mean to say whatever the prakriya happens it happens together only like yes. Like there's no dependency or anything satyam atah vayam यदि एकं प्रथमम् उक्त्वा तदनन्तरम् अन्यम् अन्यम् अन्यवर्णस्य विषये वदामः चेत् अपि क्लेशः नास्ति अत्र क्रमः नास्ति प्रत्ययविषये किं धातुसूत्रं नाम तत्र आगमिष्यति सत्यं सत्यं यत्र धातोः विषये सूत्रं भिन्नम् अस्ति प्रत्ययस्य विषये सूत्रं भिन्नम् अस्ति अतः ऋच् विषये केवलं प्रत्ययस्य सूत्र चुटु तत्र भविष्यति सत्यं सत्यम् अत्र भगिन्याः प्रश्नः कः इति चेत् अत्र चुटु इति सूत्रस्य विषये प्रथमं वदामः वा अत्र हलन्त्यम् इत्यस्य विषये वदामः अथवा एकस्मिन् सन्दर्भे द्वयोः सूत्रयोः प्रसक्तिः अस्ति खलु तर्हि अत्र किमर्थं क्रमेण वदामः इति प्रश्नः आसीत् परन्तु तत्र अत्र किमपि क्रमः नास्ति यदि हलन्त्यम् इति प्रथमं करोति अथवा अनन्तरं चुटु इति करोति नो चेत् चुटु इति प्रथमं करोति तदनन्तरं हलन्त्यं करोति न कोऽपि क्लेशः अत्र सूत्राणां बाध्यबाधकभावः नास्ति अतः यत्किमपि क्रमः भवतु क्लेशः नास्ति अत्र इच आगमिष्यति अथवा इति अवशिष्यते अवशिष्यते सत्यम् इति एव अवशिष्यते चकारः हलन्त्यम् इत्यनेन गच्छति णकारः चुटु इत्यनेन गच्छति तर्हि इकारः अवशिष्यते अस्तु अस्तु तर्हि अस्तु धन्यवादः नमस्कारः एकक्षणं भगिनि एकक्षणं हा नमस्कारः सर्वेषां थेङ्क् यू वदतु भगिनि इत्युक्ते किमपि विभक्ति नास्ति खलु जूस् जुस् इति वा हा जुस् इति विभक्तिः अस्ति किम् अस्ति विधिर्लिङ्ग् लकारे बहुवचने जुस् जेः जुस् जेः जुस् किन्तु पश्यामः चेत् तत्र न भवति खलु किम् जस्ट् साधारणतया ये तिङ् प्रत्ययाः सन्ति तद् पश्यामः चेत् न ज्ञातुं शक्नुमः खलु न तत्र न ज्ञातुं शक्नुमः यतोहि तस्य स्थाने अन्यः आदेशः अपि भवति अत्र तिप्त झि इति प्रत्ययः मूले झि इति अस्ति तस्य च स्थाने झुस् इति आदेशः भवति झुस् अस्तु अतः इदानीं तु जुस् अस्ति अग्रे जुस् अस्ति खलु तत्र सकार न गच्छति सकारस्य लोपः न भवति उस् इत्युक्ते उः तिष्ठति भवेयुः सत्यं सत्यं पठेयुः भवेयुः गच्छेयुः इति तादृशं सत्यं समीचीनं धन्यवादः एकक्षणम् अहं म्यूट् करोमि रेकार्डिङ्ग् स्थगयामि